पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 6 राजोवाच तिष्ठात्रैव महाबाहो मम राज्ये सुशोभने कर्तव्या ते मया वृत्तिसंशयो नात्र विद्यते ततो वीरवरस्तस्य सन्निधौ धरणीपतेः उवास सततं विप्र तत्सेवा गतमानसः अथैकदा तस्य पुरे जैमिने सकलाः प्रजाः भीमनादो नाम खड्गक्षोभयामास सन्ततं तद्वधाय तदो राजा प्रेषयामास तं रुषा ततोऽसौ गण्डकं हन्तु ययौ वीरवरो जनैः ददर्श पर्वदाकारं सुप्तं तं धरणीतले दंष्ट्वा करालवदनं खड्गिनं तं सशक्तिधृक् नभसि भ्रामयन् सप्तिं स च वीरवरो रुषा खड्गिनं तमिति प्राह मेघगम्भीरया गिरा उपार्जितास्त्वया ये दुरात्मन् पापपादपाः बभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः खादिदा प्राणिनो ये राज्येऽस्मिन् पापिना त्वया यमालये समस्तैस्तैर्दर्शनं ते भविष्यति मुञ्जनिद्रामरे दुष्ट मां पश्यान्तकरं निजम् अनया निद्रया किन्दे महानिद्र भविष्यति तदसोऽपि समुत्थस्थौ क्रोधसंरक्तलोचनः धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः भीमनाद उवाच गर्वं मा कुरु दुर्बुद्धे तवायुशेषतां गतं तत्संदर्शनमात्रेण प्राप्तः को नु विमुच्यते ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथा मत्कोपानलराशौ त्वं तथैव निपतिष्यसि यदि ब्रुवन्तं तं द्रष्टुं शक्रिया निशितया तया सजज्ज्वालमहाकोपात् कृत्वा हुङ्कारनिस्वनं सपपादमहीपृष्ठे गदायुर्गण्डकस्ततः चालयन् पृथिवीं सर्वां स्वनितौकपरिप्लुतः खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विज समीपं तस्य भूपस्य स गन्तुमुपचक्रमे स गच्छन् पथिविप्रर्षे ददर्शैकं महाशयं जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करं विष्णुदूतगणायुर्युक्तं तुलसी माल्यभूषितं दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननं पप्रच्छेदि ततो भक्त्या स च वीरवरश्च तं कस्त्वं कुत इहायाध क्व गच्छसि वदस्वनः पुरुष उवाच कन्ये विधृत पुं वेषे मद्वृत्तान्तं निशामय कथयामि समासेन श्रोतुमिच्छसि चेन्मुदा अहमासं पुरा राजा चौरवंशवनानलः धर्मबुद्धिरिदिख्यातः सर्वधर्मपरायणः मया यज्ञा कृता सर्वे दानानि सकलानि च चतुर्वर्षसहस्राणि पालिता च वसुन्धरा पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनः लङ्घिता कोपमासाद्य दोषिता न हि कुत्रचिद् मया तेनापराधेन स्वयमेव विधित्तदः जहार तत्क्षणादेव सर्वां राजश्रियं रुषा अथाहं गदसम्पत्तिशोकाग्निदग्धमानसः कियद्भिर्दिवसैः साध्वि यमराजवशं गदः मां दृष्ट्वा चित्रगुप्तेन तत्कर्म प्रकटीकृतम् उक्तश्च भास्करिर्देवश्चारु हासगतिप्रभुः धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदा अस्त्यस्य दुरिदं किञ्चित् तन्निशामय वच्म्यहं पाखण्डैर्बोधितोऽयं तु जहारद्विजशासनं तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयते स तस्य वधमाप्नोति शास्त्रेषु इति निश्चितं तस्मादयं पापकर्मा ब्रह्मः पृथिवीपतिः यदस्य निरये स्थानं कल्पकोटिशदावधि आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीं सकोटिकुलसंयुक्तप्रयाति नरकं विभो यो हरेच्छ महीं तावद्देवस्य ब्राह्मणस्य च न तस्य निष्कृतिर्दृष्टा कल्पकोटिशदावधि परदत्तां क्षितिं यस्तु रक्षिदुर्यस्तु रक्षति सकोटिगुणमाप्नोति पुण्यं दादृगुणादपि ततोऽहं शमनादेशाद्भुक्त्वा वै पूदिमृत्तिकां कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनः मया दुष्टेन निहधा कोटिकोटिसहस्रशः कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयं खड्गयोनिं समुत्पन्नं भवदी प्रजघानः गङ्गाभिसङ्गमं तीर्थं दुर्लभं दैवतैरपि स्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः गच्छ शुश्रोणिभद्रं ते भविष्यदि न संशयः अचिरेणैव पदिना दर्शनं ते भविष्यदि व्यास उवाच तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतं ववन्दे चरणौ तस्य धर्मबुद्धिर्महीपतिः ततो रथं समारुह्य स राजा त्रिदिवं ययौ सोऽपि वीरवरो विप्रजगाम नृपदे सभां राजा च दमृदं श्रुत्वा खड्गिनं भीमविक्रमं तस्यै ददौ विवाहेन जयन्तीं निजकन्यकां जयन्तीं तां समादाय सा कन्या पुरुषाकृतिः तपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे गङ्गाब्धिसङ्गमे स्नात्वा प्रभाते द्विजसत्तम गीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुं निरामिषं भविष्यं च फलाहारं द्विजोत्तम कदाचिदुपवासं सा कुरुते च वराङ्गना एकाकिनीं समालोक्य को ग्रहीदत्र भूतले मां नीचमिति मत्वासौ समारुह्य च वाजिनं माधवस्य वियोगेन तस्य विद्याधरस्य वा मृता सा राजतनया यतोऽन्यं न भजत्यपि तस्यां मृदायां भृत्योऽसौ निर्जगाम यदृच्छया विलप्य बहुधा तत्र प्रचेष्टोऽत्यन्तशोकभाक जगाममरणार्थाय गङ्गासागरसङ्गमं गङ्गाधिसङ्गमे स्नात्वा तुलसी मृद्विभूषितः कृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममादरं पवित्रे त्वज्जले मादस्त्यजाम्यत्र कलेवरं सुलोचना मे कान्ता स्याद्यथा तत्त्वं करिष्यसि भूयो भूयो ब्रुवन्तं तमिति तस्याश्च किङ्कराः बद्ध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति तप्ता वीरवरादेशात् किङ्करास्ते सुदारुणाः कारायां स्थापयामासु प्रचेष्टमनुविह्वलम् यदस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतं हाहाकारो महानासीत् तद्राज्ये द्विजसत्तम यदश्रुत्वाद्भुतं कर्म स च राजा गुणाकरः आयादोऽत्यन्तसन्तप्तो वददीदि द्विजोत्तम निषङ्गिणश्च रथिनश्चर्मिणः खड्गिणस्तथा धानुष्काश्च कौन्तकाश्च कोटिकोटिसहस्रशः स्थाने स्थाने पुरे तस्मिन् राजा वै शोकविह्वलः नियोजयामास तदा रक्षायै द्विजसत्तम तेनाज्ञप्तास्तद सर्वे योद्धारो मिदविक्रमाः सत्वराः पदिरक्षासु तस्तुस्तस्मिन् पुरे रुषा गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथा वाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः तदस्य राजा विप्रर्षे समाहूयस्व मन्त्रिणः किमेतदिति पप्रच्छ शोकोपहतमानसः मन्त्रिण ऊचुः देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचिद् येदावदां नृणां मध्ये पश्यदां क्व जगामसा कोऽपि जल्पदि सा लक्ष्मी शापेनागत्य भूतले त्वदीयं सौध मे दर्हि स्वयमन्तरधीयत मायामयी सरमणी मायया त्वद्गृहे स्थिता मायां स्वकीयां दर्शित्वा गदे तन्ये वदन्ति वै केचिद्वदन्ति रमणी सर्वलक्षणसंयुता आगमिष्यति भूयोऽपि भगाङ्गो मखवायतः तन्मुखं चन्द्रवन्मत्वा विचिन्त्यात्मानमात्मना केचिद्वदन्ति चन्द्रेण नीता सुप्रतिपत्तये वदन्ति केऽपि सा कन्या सद्गुणादीर्घवासना भ्रान्त्या चन्द्रमसाग्रस्ता पूर्णचन्द्रनिभानना दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलानना विषदण्डप्रहस्ता च नीरजा कलिका कुचा केचिद्वदन्ति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपं तद्रूपादर्शनालोक्ये नीतारूपगुणास्थिता केचिद्वदन्ति भूपाल त्वया सर्वदिशोजिताः रूपैर्दैवाङ्गना जेतुं गदा सा त्रिदिवं प्रति अथ ते मन्त्रिणोऽन्योन्यमालोक्येति मुखश्रियः स्तब्धा इवा भवन् सर्वे निरुत्साहा ससाध्वसाः भूपसुलोचने पुत्रि क्व गदासि विहाय माम् इत्युक्त्वा समहिपालपृथिव्यां मूर्च्छितोपतत राजानं पतितं दृष्ट्वा शोकेन महता ततः जज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम तत्क्रन्दनध्वनिं विप्रप्रतिश्रुत्वा च जायते उत्प्रेक्षते तत्र लोके क्रन्दन्ति कगुभो दश धूलिधूसरदां गन्तुं नृपदिं मुक्तकेशकं विधृत्य मन्त्रिणः सर्वे तरसा सौधमाययुः अथ विद्याधरस्तत्र श्रीविक्रमदेवजः तस्याः पीठं समालिङ्ग्यरुरोदकरुणस्वनैः हा प्रिये चञ्चलापाङ्गि सुवर्णकुसुमप्रभे शोकाब्धौ पादयित्वा मां क्व गदासि वरानने मम किं दूषणं दृष्टं त्वया निर्दोषया प्रिये न ददासि कथं भद्रे दर्शनं कमलानने न जीविष्याम्यहं भद्रे क्षणमात्रं त्वया विना अदो मे दर्शनं दत्त्वा प्रियतां प्राणरक्षणं किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैः नाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीं ये दच्चान्यच्च विप्रर्षे सा कृत्वा करुणं महद शोकान् मृत्युं विनिश्चिन्त्य ययौ गङ्गाब्धिसङ्गमं तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रिते निवेद्य भास्करायार्कं गङ्गां नत्वाहमादरम् गङ्गे देवि जगन्मादस्त्वज्जले विमले तनुं त्यजामि तां यथा भूय प्राप्नोमि तत्करिष्यसि यदि ब्रुवन्तं तं विप्र तत्किङ्करपरास्ततः विधिं विनिन्युसदृशं क्रुद्धा वीरवरस्य च ततो वीरवरप्राहकस्त्वं भोः कुत आगतः कथमत्र तनुत्यागं कुरुषे तद्वदस्व मे तद्वाक्यमेतदाकर्ण्य तदो विद्याधरोऽखिलां तां कथां कथयामास शृण्वदां विस्मयप्रदाम् अथ त्वं मूर्खलोकानां प्रवरोऽसि न संशयः गान्धर्वीराक्षसी वापि पन्नगी वापि किन्नरी शापा गतेव सा कन्या तस्मादन्तर्हिता स्वयं सा देवरूपिणी कन्या देवानां निलयं गदा कथं तया समं भूयो दर्शनं ते भविष्यति चकोरपेयं पीयूषं गगने रोहिणीपदेः किं शक्नुवन्ति तं पापा वायसा बलिनोऽपि च यदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते जानन्ति तज्जनं कश्चिन्मोहं प्रति न गच्छति केनापि दीयते कन्या कन्या केनापि गृह्यते पूर्वजन्मनि या कन्या तां कन्यां लभते पतिः पुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः कुर्वन्ति दारग्रहणमत एव मनीषिणः यथेह दीयते नार्या तथा नारी समश्नुते क्रन्दन् रजन्यामप्येष बृङ्ग कुमुदिनीं सहेद सद्रूपोऽपि पतिस्त्रीणां सन्तोषाय भवेन्न हि रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेद नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः शोकैश्चित्तनुत्यागस्तिस्रपुंसां विडम्बनाः दारा पुत्रास्तदा भ्राता देशाश्च बान्धवास्तथा पुनर्लभ्यायिमे सर्वे पुनर्लभ्या न चासवः न मुक्तो विषयो धर्मो न च कर्म कृतं त्वया वर्तमाने गते मूढ भविष्यं जन्म दुर्लभं मम माता मम पिता भार्या भ्राता धनं मम निष्फलं व्याधि वै जन्म नृणां मम दयातया एवं प्रबोधित सम्यक्तेन धीरवरेण सह दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिने ततस्तु गन्धिनी प्रीत्या हसन्ती स्वगृहं गता गत्वा च माधवं मञ्जे स्वपन्तं सा ददर्शः गन्धिन्युवाच उत्तिष्ठोत्तिष्ठदुर्बुद्धे भ्रमस्ते विफलो भवद विवाहकाले सा कन्या बभूवान्तर्हिता स्वयम् एवं तस्या वच श्रुत्वा समुत्तस्थौ स माधवः विललापा कुलशोकमहद्भिः क्ष्मातले लुठन् कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा इति श्रीपद्मपुराणे क्रियाखण्डे षष्ठोऽध्यायः ॐ